यदृच्छयाच्च अप्रार्थितया उपपन्नम् आगतं स्वर्गद्वारम् अपावृतम् उद्घाटितम्। ये एतत् ईदृशं युद्धं लभन्ते क्षत्रियाः, हे पार्थ, किं न सुखिनः ते? एवं कर्तव्यता प्राप्तमपि अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ततः स्वधर्मं कीर्तिञ्च हित्वा पापमवाप्स्यसि। अथ चेत्त्वम् इमं धर्म्यं धर्मादनपीतं विहितं सङ्ग्रामं युद्धं न करिष्यसि चेत् ततः तदकरणं स्वधर्मं कीर्तिञ्च महादेवादिसमागमनिमित्तां हित्वा केवलं पापम् अवाप्स्यति। न केवलं स्वधर्मकीर्तिपरित्यागः, अकीर्तिं चापि भूतानि कथयिष्यन्ति ते व्ययां सम्भावितस्य च कीर्तिः मरणादतिरिच्यते। अकीर्तिं चापि युद्धे भूतानि कथयिष्यन्ति ते तव अव्ययां दीर्घकालं धर्मात्मा शूरः इत्येमादिभिः गुणैः सम्भावितस्य च कीर्तिः मरणादतिरिच्यते। सम्भावितस्य च अकीर्तेः वरं मरणम् इत्यर्थः। किञ्च भयादृणादुपरतं मन्स्यन्ते त्वां महारथाः येषां च त्वं बहुमतं भूत्वा यास्यसि लाघवम्। भयात् कर्णादिभ्यः रणात् युद्धात् उपरतं निवृत्तं मन्स्यन्ते चिन्तयिष्यन्ति न कृपया इति त्वां महारथाः दुर्योधनप्रभृतयः। येषां च त्वं दुर्योधनादीनां बहुमतो बहुभिः गुणैः युक्तः इत्येवं मतः बहुमतः भूत्वा पुनः यास्यसि लाघवं लघुभाव। किञ्च अवाच्यवादाश्च बहुं वदिष्यन्ति तवाहिताः निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्। अवाच्यवादाम् अवक्तव्यवादांश्च बहुम् अनेकप्रकारान् वदिष्यन्ति तव अहित शत्रवः निन्दन्तः कुत्सयन्तः तव त्वदीयं सामर्थ्यं निवातकवचारयुद्धनिमित्तं ततः तस्मान्निन्दाप्राप्तेः दुःखतरं नु किं ततः कष्टतरं दुःखं नास्ति इत्यर्थः। युद्धे पुनः क्रियमाणे कर्णादिभिः अतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीं तस्मादुत्तिष्ठ कौन्तेयं युद्धाय कृतनिश्चयः। अतो वा प्राप्स्यसि स्वर्गं हतस्सन् स्वर्गं प्राप्स्यसि जित्वा वा कर्णादीन् शूरान् भोक्ष्यसे महीम् उभयतापि तव लाभ एव इत्यभिप्राय यतः इयं तस्मा उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चय जेष्यामि शत्रुं मरिष्यामि वा इति निश्चयं कृत्वा इत्युक्तः। तत्र युद्धं स्वधर्म इत्येवं युध्यमानस्य उपदेशं शृणु सुखदुःखे समीकृत्वं लाभालाभौ जयाजयौ ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि। सुखदुःखे समे तुल्यीकृत्व रागद्वेषौ अपि अकृत्वा इत्येत् तथा लाभालाभौ जयाजयौ च समं कृत्व ततो युद्धाय युज्यस्व गडस्व न एवं युद्धं कुर्वन् पापमवाप्स्यसि इत्येष उपदेशः प्रासङ्गिकः। शोकमोह अपनयनाय लौकिको न्यायः स्वधर्ममपि चावेक्ष इत्याद्यैः श्लोकैः उक्तः न तु तात्पर्यं परमार्थदर्शनमिह प्रकृतं तच्च उक्तम् उपसंह्रियते एषा ते विहिता इति शास्त्रविषयविभागप्रदर्शनः। इह हि प्रदर्शिते पुनः शास्त्रविषयविभागे उपरिष्टज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनामिति निष्ठाद्वयविषयं शास्त्रं सुखं प्रवर्तिष्यते। श्रोतारश्च विषयविभागेन सुखं ग्रहीष्यन्ति इति अतः येषा ते विहिता साङ्ख्ये बुद्धिर्योगेऽपि मां शृणु बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि। येषा ते तुभ्यम् अभिहिता उक्ता साङ्ख्ये परमार्थवस्तुविवेकविषयबुद्धिः ज्ञानं साक्षात् शोकमोहादिसंसारहेतुदोषनिवृत्तिकात् योगी तु तत्प्राप्त्युपाये निस्सङ्गतया द्वन्द्वप्रहाणपूर्वकम् ईश्वराराधनार्थे कर्मयोगे कर्मानुष्ठाने समाधियोगे च इमाम् अनन्तरमेव उच्यमानां बुद्धिं शृ तां च बुद्धिं स्तौति प्रवचनार्थं बुद्ध्या यया योगविषया युक्तः हे पार्थ कर्मबन्धं कर्म इव धर्माधर्माख्यो बन्धः कर्मबन्धः तं प्रहास्यसि ईश्वरप्रसादनिमित्तज्ञानप्राप्त्या एव इत्यभिप्रायः। किञ्चान्यत् नेहाभिक्रमणाशोऽस्ति प्रत्यवायो न विद्यते स्वल्पमाप्यस्य धर्मस्य रायते महतो भया। नैह मोक्षमार्गे कर्मयोगे अभिक्रमनाशः अभिक्रमणम् अभिक्रमः प्रारम्भः तस्य नाशः नास्ति यथा कृष्यादेः। योगविषये प्रारम्भस्य न अनैकान्तिकफलत्वम् इत्यर्थः। किञ्च नापि चिकित्सावत् प्रत्यवायः विद्यते भवति। किन्तु स्वल्पमपि अस्य धर्मस्य योगधर्मस्य अनुष्ठितं त्रायते रक्षति महतः भयं संसारभयात् जन्ममरणादिलक्षणम्। येयं साङ्ख्ये बुद्धिः उक्ता योगे च वक्ष्यमाणलक्षणा स व्यवसायात्मिका बुद्धिः एकेह कुरु नन्दन बहुशाखाह्यनन्ताश्च बुद्धयो व्यवसायिन। व्यवसायात्मिक निश्चयस्वभावा एकाय बुद्धिः इतरविपरीतबुद्धिशाखाभेदस्य बाधिक सम्यक् प्रमाणजनितत्व यः श्रेयोमार्गे हे कुरुणन्दन। याः पुनः इतरविपरीतबुद्धयः यासां शाखाभेदप्रचारवशात् अनन्त अपारः अनुपरतः संसारो नित्यप्रदतो विस्तीर्णो भवति प्रमाणजनितविवेकबुद्धिनिमित्तवशाच्च उपरतासो अनन्तभेदबुद्धिषु संसारोऽपि उपरमते ता बुद्धयः बहुशाखः बह्व्यः शाखाः यासां ताः बहुशाखाः बहुभेदा इत्येते प्रतिशाखाभेदेन हि अनन्ताश्च बुद्धयः। केषाम् अव्यवसायिन प्रमाणजनितविवेकबुद्धिरहितानाम् इत्यर्थः। येषां व्यवसायात्मिका बुद्धिः नास्ति ते यामिमां पुष्पितां वाचं प्रवदन्त्य विपश्चितः वेदवादरतः पार्थ नान्यदस्तीति वादिनः। याम् इमां वक्ष्यमाणां पुष्पितां पुष्पित इव वृक्षः शोभमानं श्रूयमाणरमणीयां वाचं वाक्यलक्षणां प्रवदन्ति के अविपश्चितः अमेधसः अविवेकिनः इत्यर्थः। वेदवादरतः बह्वर्थवादपरसाधनप्रकाशकेषु वेदवाक्येषु रतः हे पार्थ न अन्यस्वर्गपश्वादिफलसाधनेभ्यः कर्मभ्यः अस्ति इति एवं वादिनः वदनशीलः। ते च कामात्मानस्वर्गपराः जन्मकर्मफलप्रदां क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति। कामात्मानः कामस्वभावाः कामपराः इत्यर्थः। स्वर्गपराः स्वर्गः परः पुरुषार्थः येषां ते स्वर्गपराः स्वर्गप्रधानः। जन्मकर्मफलप्रधानः कर्मणः फलं कर्मफलं जन्म एव कर्मफलं जन्मकर्मफलं तत् प्रददाति इति जन्मकर्मफलप्रद तां वाचं प्रवदन्ति इति अनुशज्यते। क्रियाविशेषबहुलं क्रियाणां विशेषाः क्रियाविशेषाः ते बहुल यस्यां वाचितां स्वर्गभयपुत्राद्यर्थः यया वाच बाहुल्येन प्रकाश्यन्ते भोगैश्वर्यगतिं प्रति। भोगश्च ऐश्वर्यञ्च भोगैश्वर्ये तयोः गतिः प्राप्तिः भोगैश्वर्यगतिः तां प्रति साधनभूताः ये क्रियाविशेषाः तद्बहुलां तां वाचं प्रवदन्तः मूढाः संसारे परिवर्तन्ते इत्यभिप्रायः। तेषां च भोगैश्वञ्जप्रसक्तानां तयापहृतचेतसां व्यवसायात्मिका बुद्धिः समाधौ न विधीयते। भोगैश्वर्यप्रसक्तानां भोगः कर्तव्यम् ऐश्वर्यं चेति भोगैश्वर्ययोरेव प्रणयवतां तदात्मभूतान् तया क्रियाविशेषबहुलया वाच अपहृतचेतसा आच्छादितविवेकप्रज्ञानं व्यवसायात्मिकसाङ्ख्ये योगे वा बुद्धिः समाधौ समाधीयते अस्मिन् पुरुषोपभोगाय सर्वमिति समाधिः अन्तःकरणं बुद्धिः तस्मिन् समाधौ न विधीयते न भवतीत्यर्थः। ये एवं विवेकबुद्धिरहिताः तेषां कामात्मनां यत्परं तदः त्रैगुण्यविषया वेद निस्त्रैगुण्यो भवार्जुन निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्। त्रैगुण्यविषयाः त्रैगुण्यं संसारविषयः प्रकाशितव्यः येषां ते वेदाः त्रैगुण्यविषयः। त्वं तु निस्त्रैगुण्यो भव अर्जुन निष्कामो भव इत्यर्थः। निर्द्वन्द्वः सुखदुःखहेतु सप्रतिपक्षौ पदार्थौ द्वन्द्वशब्दवाच्यं ततः निर्गतः निर्द्वन्द्वो भव। नित्यसत्त्वस्थः सदा सत्त्वगुणाश्रितो भव। तथा निर्योगक्षेमः अनुपात्तस्य उपादानं योगः उपात्तस्य रक्षणं क्षेमः योगक्षेमप्रदानस्य शैसी प्रवृत्तिः दुष्करा इत्यतः निर्योगक्षेमो भव। आत्मवान् अप्रमत्तश्च भव। एष तव उपदेशः स्वधर्मम् अनुतिष्ठत। सर्वेषु वेदोक्तेषु कर्मसु यानि उक्तानि अनन्तानि फलानि तानि न अपेक्षन्ते चेत् किमर्थं तानि ईश्वराय इति अनुष्ठीयन्ते इत्युच्यते। शृणु